सर्वेभ्यः अस्माकं व्याकरणवर्गे भवतां सर्वेषां स्वागतं. विषयः अस्ति धातुपटे हल्सन्धिः, चतुर्थः भागः, हलन्तेभ्यः धातुभ्यः धकारादिप्रत्ययः, प्रत्ययानां योजनविधिः इति. तर्हि साक्षात् धकारादिप्रत्ययः भवितुमर्हति यथा तत्र लटि लोटि मध्यमपुरुषे बहुवचने धकारादिप्रत्ययः भवितुमर्हति. अपि च प्रक्रियायामपि प्रत्ययः धकारादिः भवति, यथा तत्र हि इति प्रत्ययः कुजल्भ्यो हेर् दि इत्यनेन हि प्रत्ययः धि धि आदेशं प्राप्नोति. यथा लोट् लकारे मध्यमपुरुषे एकवचने हि प्रत्ययः धि आदेशं प्राप्नोति जलन्तधातुः वर्तते चेत्. अनन्तरं तकारादि थकारादिप्रत्ययः वर्तते चेदपि तदपि दकारादेशं प्राप्नोति जसस्ततोर्दोदः इत्यनेन. अतः त्रिषु स्थलेषु दकारादिप्रत्ययः लभ्यते हलन्तधातुभ्यः. दकारादिप्रत्ययः वर्तते चेत् तत्र बहुत्र जलं झषि इत्यस्य अवकाशः भवति, यतोहि धकारादि धकारः तु झसि वर्तते. अतः जलं झषि इत्यस्य अवसरः बहुत्र भवति. तत्र अस्माभिः बहु किमपि तत्र दृष्टमासीत्. इदानीं तत्र धीच इत्यस्य प्रसङ्गे अस्माकं चर्चा आरब्धा. धातुः सकारान्तः प्रत्ययः धकारादिः चेत् तदानीं सकारस्य लोपः भवति धकारादिप्रत्यये परे इति अस्ति. तत्र धीच इति सूत्रं सकारस्य लोपः भवति धकारादिप्रत्यये परे इति अत्र उक्तमस्ति. तर्हि धीच इति सूत्रं तु त्रिपाद्यां वर्तते. तत्र प्रत्यये परे इति अर्थः न बुध्यते सूत्रसङ्ख्यां दृष्ट्वा. अङ्गाधिकारे नास्ति, अतः प्रत्यये परे इति अर्थः कथम् एतादृश अर्थः लब्धः इति अस्माभिः चिन्तनीयम्. तदर्थम् अत्र दकारादिप्रत्यये परे इत्यस्य बोधनार्थम् अस्मिन् पाठे द्रष्टव्यम् इति दत्तमस्ति खलु. ततः आरभ्य एकवारं पठामः. तत्र लुङ्लकारस्य करपत्रे लुङ्लकारः कर्मणि भावे च इति एकं करपत्रम् अस्ति. तत्र अस्माकं प्रासङ्गिकविषयः अस्ति दीच इति विषयः. अतः तस्मिन् करपत्रे यत्र दीच इति विषयस्य चर्चा वर्तते. ओके, कस्मिन् करपत्रे भगिनि? न, अत्र धातुपटे हल्सन्धिः इत्यत्र एकं लिङ्क् स्थापितमस्ति वेब्सैट् मध्ये. तद् लिङ्क् क्लिक् करोति चेत् करपत्रं लभ्यते. लुङ्लकारस्य करपत्रं, लुङ्लकारस्य करपत्रं. हल्सन्धि तृतीया चतुर्थः एव अस्ति. चतुर्थपाठः चतुर्थपाठम् उद्घाटयतु कृपया. अत्र दकारादिप्रत्यये परे इत्यस्य बोधनार्थम् अस्मिन् पाठे द्रष्टुं दत्तत्वा तदेव. तत्र 07 05 07 05 आन् द सैड् बार् अस्माकं कर वेब्सैट् मध्ये 07 05 इत्यत्र गच्छतु. तत्र करपत्रस्य मध्यभागः नास्ति. तत्र हेर् दि भावे चकास्योगः दि इति स्थिते तत्र इत्युक्ते दीच इति सूत्रं तत्र अन्वेषणं करोति चेत् दीच इति स्थापयतु. केनचित् प्राप्तं वा? केन प्राप्तं? तत् कुत्र दीच इति अस्ति न जानामि. कण्ट्रोल् एफ् कृत्वा सर्च् करोतु. केन प्राप्तं? कः केन प्राप्तं? कया प्राप्तम्? पठतु. कां पृष्टवती भगिनि? सरस्वती भगिनी. लुङ्लकारे कर्मणि भावे च तत्रैव मध्यभागे अस्ति भगिनि, पश्यतु कुतः पठनीयं भगिनि? चकास्योगधि ततः किं वा तस्मात् पूर्वम्? इत्युक्ते अत्र दीच इति सूत्रस्य अनन्तरं यः वस्तुतः तत्र हेर्दि भावे चकास्योगः धि ततः आरभ्य पठतु, ततः पठतु चकास्योगधि. अत्र इमे दृष्टान्ताः अवलोकनीयाः ततः खलु चकास्योगधि धि च. न तस्मात् एकः परिच्छेदः अस्ति, हेर्दि भावे चकास्योगः धि इति स्थिते साक्षात् पूर्वम् अत्र इमे दृष्टान्तः अवलोकनीयाः इति साक्षात् पूर्वं परिच्छेदद्वयात् पूर्वं तत्र हेर्दिभावे हेर्दिभावे चकास् धि इति स्थिते धी चे इति सलोक इति सिद्धान्तः. तत्र मतान्तरम् आह सिच् एव इति एके इति भीचे इति भीचेति लोपः सि च एव इत्येके मन्यन्ते इत्यर्थः. सिचः एव किं भगे न श्रुतु न श्रुतवती सिच एव इति न सिचः एव इति एके सिचः परन्तु सिच् पद्मनाथ महोदय सर्वे म्यूट् मध्ये भवन्तु. नमस्ते भगिनि. नमस्ते, सर्वे म्यूट् मध्ये भवन्तु. सिच एव इत्येके खलु सिच एव इत्येके सिच एव सिचः एव यदि सन्धिविच्छेदं कुर्मः तदा न सिचः एव सन्धिविच्छेदं कृत्वा एव पठतु. अस्तु सिचः एव इति एके मन्यन्ते इत्यर्थः. धीसकारे सिचः लोपः च लोपश्च काद् कादिति कादिति का एव अत्र सन्धिलोपः कादिति इति भवति किं कादिति लोपश्च कादिति प्रयोजनम् इति वार्तिक न लोपः चकाद् चकाद् अस्तु अस्ति भगिनी चकादि इति चकादि इति प्रयोजनम् इति वार्तिकाद् इति तद् आशयः. अस्मिन् पक्षे सकारस्य जष्त्वेन दकारः तद् आह चकाद् इति चकाद् हि इति खलु चकार हि इति आम् एके चकादि चकादि हि न चकादि चकात् योगः दि सकारस्य लोपः सकारस्य लोपः चकादि चकाद् चकादि इति चकात् तदनन्तरं हि तत्र धि भवति एवं चकादि. अस्तु चकादि इति एके इति एके इत्यस्वर स्वरस्य उद्भावनम् स्वरस्य इति अस्वरस्य किं भवति एके इति अस्वरस्य उद्भावनम् एवं भवति किम् एकनिमिषं कोऽपि चाट् मध्ये किमस्ति मया न इति अस्वरसः उद्भावनम् उद्भावनम् अस्वरस उद्भावनम् मीना भगिनी न प्राप्तवती एतावत्पर्यन्तम् एवं कोऽपि प्रेषयतु चाट् मध्ये. तद्बीजं तु किमस्ति तद्बीजं तद्बीजं बीजं तु धीसकारे सिचः लोपः इति वार्तिकं प्रत्याख्याय सकारमात्रस्य धीचे धीचेति लोपस्य अभ्युपगमः तदाह चकार धीच इति धीच आम् परन्तु धीच तत्तु किं कोट्स् मध्ये अस्ति तर्हि धी च भवेत् न इति तत्र कर्तुं शक्यते किम् एवं धी च योगः इति धी चेति कोट्स् तत्र एवं किमर्थं लिखितं न जाने आम् धी च इति धी च इति लोपस्य अभ्युपगमः तद् आह चकार इत्येव भाष्यम् इति वक्तव्यं खलु एतत्तु बहु क्लिष्टं मानि अस्तु चलति हेर्धि भावे चकासयोगधि इति स्थिते चकार इत्युक्ते अग्रिमपरिच्छेदमपि पठतु तदानीमेव सम्पूर्णबोधः भवति अग्रिमपरिच्छेदम् अत्र इति अस्वरस उद्भावनम् इत्युक्ते इति अस्वरस्य उद्भावनं स्वरं नाम औचित्यम् अस्वरम् इत्युक्तौ अनौचित्यं तर्हि अस्वरस्य उद्भावनम् इत्यनेन अनुचितभावना नाम दोषाय इति आशयः एके इति अस्वरस उद्भावनम् इत्यस्मात् आरभ्य भाष्यकारस्य मतम् अभ्युपगमः नाम अङ्गीकारः तर्हि अत्र हेर्धि भावे चकासयोगधि अस्ति अस्माकम् उदाहरणं तर्हि चकासयोगधि इति स्थिते धी च कार्यं करोति सूत्रम् अत्र धी च कार्यं कृत्वा तत्र सकारस्य लोपः भवति इति सिद्धान्तः तत्र मतान्तरम् आह मतान्तरम् अस्ति हेर्दिभावः इत्युक्ते हेर्दिभावे हेर्दिभावे इत्युक्ते हेर्दिसूत्रस्य भावः एवं हेर्दिसूत्रं किम् अस्ति पूजल्भ्यो हेर्दि पूजल्भ्यो हेर्दि पूजल्भ्यो हेर्दि भावे कृते इदानीं चकास्योगः हि इति अस्ति तत्र हि स्थाने धी भावे कृते चकास्योगः हि चकास्योगः धी इति स्थिते इदानीम् अग्रे वदतु आमां चकास्योगधि इत्युक्ते तर्हि धी च कार्यं करोति अतः तत्र सलोपस्य स लोपः भवति इति सिद्धान्तः तर्हि तत्र मतान्तरमस्ति सिचः एव इति एके इति एतदस्ति एकं मतं तर्हि धी च इति लोपः सिचः एव इत्येके मन्यन्ते इत्यर्थः तर्हि तत्र तस्य अर्थः तु अग्रे दत्तमस्ति धी सकारे सिचः लोपः चका न तावद् वदतु भगिनि अत्र मतान्तरम् आह सिचः एव इति एके इत्यस्य अर्थः कः सिचः एव इत्येके इति एके इति सिचः एव इति सिचः इत्युक्ते सिच् प्रत्ययः लुङ्लकारे सिच् प्रत्ययस्य श्लीलुङ्गि श्लेः सिच् एवं खलु तर्हि तत् सिच् प्रत्ययः आगच्छति एके एव एके इत्युक्ते ते दीच इति सूत्रेण स्तिचः एव लोपः भवति न तु अन्यसकारस्य इति स्तिच् स्तिच् प्रत्ययस्य यः सकारः तस्य एव लोपः भवति इति केचन वदन्ति मतान्तरमेव अस्ति एवमस्ति किम् आमाम् अस्तु दीच इति लोपः स्तिच एव इति एके मन्यन्ते इत्यर्थे अस्तु धीसकारे सिचः लोपः चकार चकाधीति प्रयोजनम् इति वार्तिकात् इति तद् आशयः तर्हि वार्तिकमस्ति तस्य तस्मात् कारणात् यत् धीसकारे धीसकारे इत्युक्ते धी अस्ति अनन्तरम् अथवा सकार अस्ति अनन्तरम् एवं किं सिचः लोपः चकार चकाद् इति तर्हि चकास् यद्वयम् उदाहरणं स्वीकृत्य वयं वदामः चकास् अनन्तरं भी अस्ति भी सकारे सिचः सकारे सिचः सिचः सकार यदस्ति यद् सकार अवशिष्यते अथवा धी अस्ति तर्हि तस्य चकादिति प्रयोजनम् इति वार्तिका तर्हि चकास्योगधि अस्ति तर्हि तदनन्तरं पुनः सिच् सिच् पुनः अनन्तरं कथं भवति चकास् योग सिच् योगधि भवति किम् न न न अत्र चकास्योगः दी चकास्योगः दी प्रसङ्गे सिच् प्रत्ययः नास्ति. सिच् प्रत्ययः अस्ति, सिच् प्रत्ययः अस्ति चेदेव सकारस्य लोपः भवति. अतः अत्र चकास्योगः दी इत्यत्र दी च इत्यस्य प्रसङ्गः एव नास्ति. अतः सकारस्य केवलं जलं जशोन्ते जलं जसि इत्यनेन सकारस्य दकारादेशः, अतः चकाद्धि इति रूपं लभ्यते. अस्तु, शकास्योगः दी इति प्रसङ्गे सिच् प्रत्ययस्य सिच् प्रत्ययः नास्ति तत्र. नास्ति चकास्योगः दी इति चकास् इति धातुः, तत्र धी इति प्रत्ययः. धी इति तत्र तिङ् प्रत्ययः अस्ति, हि प्रत्ययस्य स्थाने धी आदेशः. लोट्लकारस्य मध्यमपुरुषे एकवचनं सत्यं. हा, अतः सिच् प्रत्ययः नास्ति इति कृत्वा सकारस्य लोपः कथञ्चिदपि न भवति दी च इति सूत्रेण. अतः चकास्योगः दी इति एव तिष्ठति. इदानीं सामान्यसन्धिकार्यं जलां जस् जसि इत्यनेन सकारस्य स्थाने दकारादेशः जस्त्वं. सकारः तालव्यवर्णः, तवर्गीयवर्णः तालव्यवर्णः, अतः तृतीयवर्णः दकारादेशः भवति. चकाद्धि इति लभ्यते इति वार्तिककारस्य आशयः. अस्मिन् पक्षे सकारस्य जस्त्वेन दकारः, तदेव भवती यदुक्तवती तदेव अस्ति. अस्मिन् पक्षे सकारस्य जस्त्वेन दकारः तद् आह चकाद्धि एके इति चकाद्धि चकाद्धि इति चकाद्धि इति आम् चकाद्धि इति आम् एके इति अस्वरस उद्भावनम् अस्वर अग्रे दत्तमस्ति खलु. अस्वरस्य उद्भावनम् इत्युक्ते अनुचितभावना अस्तु दोषाय. एके अत्र केवलं सिचः सकारलोपः तद् अनुचितमस्ति एवम् अस्ति. आमामाम् इति एके वदन्ति यत् केवलं सिचः एव लोपः, तादृशमतं तु अनुचितम् अनौचित्यम् अस्ति तस्मिन्. अनुचितभावना अस्ति. अस्तु, तद् तद्बीजं तु धीसकारे सिचः लोपः इति वार्तिकं प्रत्याख्याय सकारमात्रस्य धी च इति लोपस्य अभ्युपगम. अभ्युपगम इत्युक्ते अङ्गीकारः. तर्हि तत्र अङ्गीकारः अङ्गीकुर्वन्ति भाष्यक अङ्गीकरोति भाष्यकारः यत् केवलं सिचः सकारलोपः न भवति, अन्यत्रापि अन्यस्यापि भवति इति खलु. तद् बीजं तु धीसकारे सिचः लोपः इति वार्तिकं प्रत्याख्याय सकारमात्रस्य आम् केवलं सकारमात्रस्य अस्ति न सिचः भवेत् वा अन्य सकारः भवेत् एवं खलु लोपस्य तस्य लोपस्य औचित्यम् अस्ति. अत्र सकार धातोः एव सकार अस्ति, तर्हि तत्रापि भवति धी च सूत्रेण इति अत्र भाष्यकारः वदति खलु भगिनि. आमाम् आमाम् इत्युक्ते भाष्यकारः वदति यद् एके वदन्ति सिचः एव लोपः इति तादृशमतम् अनुचितं वर्तते, अतः तादृशमतस्य प्रत्याख्यानं क्रियते मया. अस्तु, रिजेक्ट् क्रियते. तर्हि अत्र इति अस्वरस उद्भावनम् इत्युक्ते स्वरं नाम औचित्यम्, अस्वरं नाम अनौचित्यं. तर्हि तत्र अनौचित्यमस्ति. अस्वरस्य उद्भावनम् इत्युक्ते अनुचितभावना अस्ति, अतः दोषाय अस्ति. तर्हि केवलं सिचः सकारलोपः तद् दोषाय अस्ति. एके इति स्वरस उद्भावनम् इत्यस्मात् आरभ्य भाष्यकारस्य मतमस्ति. अतः अङ्गीकारः अङ्गीकरोति भाष्यकारः यत् सकार यत् चकास् मध्ये यः सकारः अस्ति तस्यापि लोपः भवति भी च सूत्रेण यदि भी प्रत्ययः परे अस्ति. अस्तु भगिनि. आमामाम् तर्हि तत्र अन्तिम तद्बीजं तु दीच् दी सकारे सिचः लोपः इति वार्तिकं प्रत्याख्याय सकारमात्रस्य दीच इति लोपः लोपस्य अप्युगमः अप्युपगमः अप्युपगमः नाम अङ्गीकारः केवलं सकारस्य लोपः दीच इत्यनेन धीपरे केवलं सकारस्य लोपः इति अत्र उक्तमस्ति. एतदेव भाष्यकारस्य मतं. तर्हि चकास्योगः दी इत्यत्र किं भवति? धीच सूत्रेण सकारस्य लोपः भवति, तर्हि चकाधि भवति. हा, चकाधि इति एव भाष्यं, चकाधि इति रूपं लभ्यते, न तु चकाधि खलु इति अत्र उक्तमस्ति. हा हा, इति एव अत्र अस्ति अस्ति. बहु समीचीनं भगिनि, धन्यवादः. सर्वैः बुद्धं वा? भवती एव प्रतिपादितवती, परन्तु न न न, प्रयासः सम्यक्तया प्रयासं कृतवती, सम्यक् अस्ति, क्लेशः नास्ति. धन्यवादः. आमां, समीचीनं, सम्यक् अस्ति. तर्हि इत्युक्ते कदाचित् अस्माकं भीतिः भवति एतादृशवाक्यं दृष्ट्वा, बहु दीर्घवाक्यम् अस्ति, बहु किमपि अस्ति, अवगमनं नास्ति इति भीतिः भवति. अतः तादृशभीतिः मास्तु, प्रयासः करणीयः. प्रयासः क्रियते चेत् एकदा कदाचित् अवगमनं भविष्यति. सम्यक् सम्यक्. तर्हि अत्र क्लेशः अस्ति वा, अवगम्यते वा? एकवारं प्रतिपादयतु भगिनि. सिच्छित्यस्य किमर्थं तत्र न सिच्छित्यस्य कथं प्रसक्तिः इति तत्र लुङ्लकरस्य करपत्रम् अस्माभिः न पठितं. तर्हि अत्र धीच इति सूत्रेण सकारस्य लोपः इति सूत्रे उक्तम्. धीच सस्य लोपः इति उक्तं, तत्र सस्य इत्यनेन सकारस्य लोपः. तर्हि इदानीं व्याख्याकारः आगत्य वदति यत् सकारस्य लोपः इति सूत्रे उक्तं, परन्तु सकारस्य इत्युक्ते सर्वेषां सकाराणां लोपः नास्ति, केवलं सिचः सकार, सिचः यः सकारः तस्य एव लोपः इति केचन वदन्ति. यतोहि तत्र चकाद्धि इति अपि रूपम् अस्ति इति केचन केचन मन्यन्ते. इति कृत्वा सिचः एव लोपः इति केचन वदन्ति. इदानीं भाष्यकारः आगत्य वदति यत् तथा नास्ति, सिचः सकारस्य एव लोपः इति नास्ति, सर्वेषां सकाराणां लोपः इत्युक्ते सकारः अस्ति चेत् धकारे परे लोपः, सकारस्य लोपः इति, यः कोऽपि सकारः भवतु तस्य लोपः भवति, पदान्ते अपदान्ते यत्किमपि भवतु इति. अत्र वस्तुतः पदान्ते अपदान्ते इत्यस्य विषयः अत्र न चर्चितः, केवलं सकारमात्रस्य लोपः भवति इति अङ्गीकारः अस्ति इति भाष्यकारः वदति. तावदेव. अस्तु, धन्यवादः. लक्ष्मी भगिनी, इदं वाक्यं न अवगतवती भगिनि. धीसकारे सिचो लोपश्च लोपश्च लोपश्चकाधि इति प्रयोजनम् इति वार्तिकं, तत् वाक्यं मया न दृष्टम्. तदेव इत्युक्ते तत्र धीच इति सूत्रेण सिचः सकारस्य एव लोपः, धी सकारे धीपरे सकारे सिचः सकारे लोपः, सिचः सकारे लोपः, चकाद्धि इति रूपं लभ्यते इति वार्तिकस्य इति वार्तिकात् वार्तिकात् इति तद् आशयः. तस्य आशयः कः इति चेत्, पूर्वं यदुक्तं सिचः एव इति एके इति यदुक्तं, तस्य विवरणम् अत्र दीयते. सिचः एव इति एके इति उक्तं, तद् तस्य तत्र उदाहरणं किम् अस्ति सिचः एव इति एके इति उक्त्वा तस्य उदाहरणं किं दत्तम् इति चेत्, दीच इति सूत्रे सिचः सकारस्य एव लोपः भवति, तदर्थम् उदाहरणं दीयते सकास्योगः दी इति प्रसङ्गे, धीपरे सकारः अस्ति, सकारमात्रम् अस्ति, परन्तु सः सकारः सिचः सकारः नास्ति चकास्योगः दी इति प्रसङ्गे. अतः अत्र दीच इत्यस्य प्रसक्तिः नास्ति. जलं जश्यसि इत्यनेन चकास् इत्यत्र सकारस्य दकारादेशः भवति, चकाद्धि इति रूपं लभ्यते. तदेव तत्र उक्तं, धीसकारे सिचः लोपः चकाद्धि इति प्रयोजनं, चकाद्धि इति प्रयोजनम् इत्युक्ते चकाद्धि इति रूपं लभ्यते. सिचः एव लोपः न कृत्वा जलं जश्यसि इत्यनेन दकारः आदेशः कृत्वा इति आशयः. धकारः कुतः? धकार तदेव. अस्तु अस्तु अस्तु, चकाद्धि चकाद्धि. धी सकारे इति अत्र प्रथम प्रथमं पदं धी सप्तमी सकारे अपि सप्तमी तत् तदा वा न कीदृशः पदं कीदृशं पदमस्ति धी सकारे इत्युक्ते सूत्रे धी सूत्रे धी इति अस्ति खलु दकारादिपरे धी परे सिचः सकारे सिचः सकारे लोपः लोपः चकाद्धि इति प्रयोजनम् अत्र धी सकारे इत्यत्र वस्तुतः वयं व्याख्यानं पश्यामः चेत् तत्र स्पष्टता भवति भगिनि तत्र धी च इति सूत्रे किमर्थम् अत्र योजयित्वा लिखितं बालमनोरमाकारः लिखितम् अस्ति खलु किं लिखितं बालमनोरमकारः इति उक्तवान् खलु अस्मिन् विषये सिद्धान्तकौमुद्याः टीकाकारः बालरममनोरमा लिखति इति उक्तं बालमनोरमायां न न दीच इति सूत्रे तत्र तद् नास्ति अन्यत्र कुत्रचित् अस्ति इदं वाक्यं आमामाम् इत्युक्ते श्नाभ्यस्तयोरातः इति सूत्रे अस्ति भगिनि हेर्दिभावे चकास्योगः धि इति स्थिते धी च इति सोलोप इति सिद्धान्तः तत्र मतान्तरमाह सिचः इति एके इति धी च इति लोपः सिचः एव इति एके मन्यन्ते इत्यर्थः धी सकारे सिचः लोपः धी सकारः धी सकारे इत्युक्ते अत्र पृथक् पृथक् भवेत् धी सकारे धीपरे सिचः सकारे लोपः सिचः सकार वस्तुतः सकारस्य लोपः इति स्यात् धी सकारे सकारे सति सति धी सकारे सति सति सति सप्तमी इति वक्तुं शक्यते सत्यं धी सकारे सति धीपरे सकारे सति सिचः सिचः लोपः इति चकाद्धि इति एवम् अवगन्तव्यम् धी परे सकारे सति सिचः लोपः सकाद्धि इति प्रयोजनम् इति वार्तिकात् आशयः अस्मिन् पक्षे सकारस्य जस्त्रेण दकारः सिचः लोपः एव भवति इति आमां तावदेव ओके अग्रे गच्छामः वा अत्र इमे अत्र इमे दृष्टान्ताः अवलोकनीयाः इति अस्ति तद् किं वंशी भगिनि पठतु क्षम्यतां भगिनि अधुना गन्तव्यमस्ति ओके ओके अस्तु क्षम्यतामः तर्हि किं लक्ष्मीभगिनी पठतु अग्रे पठनीयं वा भगिनि अत्र इमे दृष्टान्ताः अवलोकनीयाः अत्र इमे दृष्टान्ताः अवलोकनीयाः चकास्योगधि धिच इत्यनेन सकारस्य लोपः चकायोगधि वर्णमेलने चकाधि आयोगद्वे धिच आयोगद्वे आद्वे आशास् योगद्वे धिच आशा योगद्वे आशाद्वे वस् योगद्वे धिच व योगद्वे वद्वे इति रूपाणि अग्रे सूत्रमस्ति अत्र सर्वत्र किम् अस्ति किं जातम् अत्र सर्वत्र पदान्ते स्थितस्य सकारस्य लोपः धिच इति सूत्रेण न पदान्ते नास्ति कुत्र अस्ति पदान्ते पदान्ते नास्ति अपदान्ते क्षम्यता पदान्ते वर्तमानस्य सकारस्य धीपरे सकारस्य लोपः कृतः सर्वत्र आस् धातुः अस्ति परे द्वे इति अस्ति तत्र धकारादिप्रत्ययः अस्ति अथवा धिच इति सूत्रेण सकारस्य लोपः कृतः ततः आ इति अवशिष्यते, आ द्वे इति रूपम्, आशास् इत्यत्रापि सकारस्य लोपः द्वे परे धि धकारादिप्रत्ययपरे सकारस्य लोपः कृतः, वस्योगद्वे इत्यत्रापि समानकार्यं दिच इत्यनेन वद्वे इति रूपम्। अत्र केवलं सकारमात्रस्य लोपः न तु सिचः सकारः, अत्र सकारः इति सकारः एव, सिच इत्यस्य नास्ति, केवलं सकारः यत्र यस्य कस्यापि अंशस्य सकारः इति विचारः। इत्युक्ते धकारे परे साक्षात् तस्मात् पूर्वं सकारः भवेत्। ओके, तर्हि इदानीम् अग्रे यद् यः परिच्छेदः अस्ति तं पठतु। दिच इति सूत्रार्थः अस्ति, सूत्रार्थं त्यजतु, वयं जानीमः, अग्रे पठतु। एषु उदाहरणे इदानीं किं नूतनकरपत्रं दत्तं खलु, लुङ् लकारे कर्म किम् अस्ति, करपत्रस्य लिङ्क् प्रेषितं खलु भगिनि न वा? तस्मिन् करपत्रे धीच इति सूत्रस्य अन्वेषणं, धीच इति सूत्रस्य अन्वेषणं करोतु, तस्य साक्षात् अनन्तरमस्ति। भगिनि पठतु अग्रे। येषु उदाहरणेषु प्राचीनमतभेदः, कात्यायनः इति वार्तिककारः उक्तवान् यत् धिच इत्यनेन सिचः एव सकारलोपः, न तु सर्वेषां सकाराणां, तदर्थम् अदादेः चकास्रदिप्तौ इति लोटि चकास्योगति जल्भ्योहेर्तिः इति स्थितौ सकारस्य लोपः न जायते, फलतः जलां जष्टषि इत्यनेन जष्ट्वात् सकारस्य दकारादेशः चकाधि इति रूपम्। एवमेव आध्वे आशाध्वे वध्वे इति अत्र म्यूट् करोतु। अत्र भाष्यकारः वदति यत् रूपं चकाधि न तु चकाधि इति मन्तव्यं, तदर्थं धिच इत्यनेन सामान्यसकारस्य लोपः, तत्र च पयस्योगधावति धिच इत्यनेन सकारस्य लोपः अभूत्वा ऋत्वविसर्गौ पयोधावति इति रूपम् अपेक्षितम्, अनेन समानपदे इति अर्थः अपि संयोजितः। भाष्यकारस्य च मतभेदेषु सर्वाधिकारः इति आधुनिकवैयाकरणानां मतं आहत्य समानपदे सामान्यसकारलोपः भवति धकारे परे इति सूत्रस्य फलितार्थः। तदर्थं व्याख्याने दीयते सकारस्य लोपो भवति धकारादिप्रत्यये परे। अत्र धकारादिप्रत्यये परे इत्यस्य कथनेन समानपदे इति अर्थः साधितः, अतः धिच इत्यनेन सकार सामान्यं समानपदे जलो जलि हस्वादङ्गात् इत्याभ्यां सिचः एव सकारलोपः, अतः दिच इत्यनेन सकारसामान्यं समानपदे जलो जलि हस्वादङ्गात् इत्याभ्यां सिचः एव सकारलोपः। इत्युक्ते ह्रस्वादङ्गा जलजलि इति त्यजतु, इति तु तत्तु लुङ्लकारस्य प्रसङ्गे अत्र किमपि उक्तमस्ति, तत् त्यजतु। अतः तत्र धीच इत्यनेन सामान्यसकारस्य लोपः समानपदे इति तावदेव अस्माकम् इदानीं प्रसङ्गः सिचः एव सकारलोपः इति। अतः धीच इत्यनेन सकारसामान्यं समानपदे झलो जलि ह्रस्वात् अङ्गात् इत्याभ्यां सिचः एव सकारलोपः, इत्युक्ते सिचः सकारलोपः झलो जलि ह्रस्वाद् अङ्गात् इत्याभ्यां सूत्राभ्यां भवति इति तत्तु इदानीं प्रासङ्गिकं नास्ति, तत्तु लुङ्लकारस्य विषये अस्तु। बहु किमपि अस्ति अस्मिन् परिच्छेदे, एकैकं वाक्यं स्वीकृत्य न भगिनि, बहु किमपि नास्ति अत्र, अत्र यद् अस्माभिः चर्चितं तत्र एव अर्धभागे तदेव उदाहरणार्थ अस्तु। प्राचीनमतभेदः, कात्यायनः इति वार्तिककारः उक्तवान् यत् धिच इत्यनेन सिचः सकारस्य लोपः एव भवतु, न तु सर्वेषां सकाराणाम् इति वार्तिककारस्य मतम्। सिच् इति प्रत्ययस्य एव सकारस्य लोपः दिच इति सूत्रेण भवतु इति। तदर्थम् अदादिगणीयः धातुः चकासृ दीप्तौ इति धातोः लोटि चकासि युगधि इत्यत्र सकारस्य लोपः न कृत् अभूत् न कृत्वा फलतः जलां जष्टेषि इत्यनेन दकारादेश सकारस्य दकारादेशः भवति जष्ट्वेन। परं चकाधि इति रूपं जायते यत्र वार्तिककारस्य मतानुसारं न वार्तिककारस्य नास्ति, वार्तिककारसिचस्य सिचः एव सकारस्य लोपः इति उक्तवान्। किन्तु अत्र तदर्थम् इति किमर्थम्? तत् विपरीतरीत्या एव अत्र भवति खलु, चकास् इत्यस्य सकारः लोपः तु न। इदानीं वार्तिककारस्य आशयः कः इति तत्र प्रथमतया दत्तमस्ति, चकाद्धि इति रूपं वार्तिककारस्य आशयानुरोधेन चकाद्धि इति रूपं लभ्यते। एवमेव आद्वे आशाद्वे इति एवं रीत्या वद्वे तावत्पर्यन्तं वार्तिककारस्य मतं, तदनन्तरं तस्य विरोधे भाष्यकारस्य मतं किम् अस्ति इति अग्रे दत्तं। भाष्यकारः वदति रूपं चकाधि न तु चकाधि इति मन्तव्यम्। तदर्थं दिचा इत्यनेन सामान्यसकारस्य लोपः, तत्र च पयस्थावति इति अन्यः विषयः, अन्यः विषयः। अवगतं वा? अवगतम्। वदतु। तर्हि वार्तिककारस्य मतानुसारम् अत्र किं चकाधि इति भवति चेत् भाष्यकारः वदति चकाधि इति रूपं मास्तु, चकाधि धकारसहितरूपम् इति मन्तव्यं। तदर्थं दिच इत्यनेन सामान्यसकारस्य लोपः भवतु इति, इत्युक्ते न चकाधि इति न केवलं चकाधि इत्येव रूपं, न तु चकाधि, चकाधि इति एव भाष्यकारस्य मतानुरोधेन रूपं चकाधि। वार्तिककारस्य मतानुरोधेन तत्र धकारद्वयम्, अल्पप्राणधकारः महाप्राणधकारः इति वार्तिककारस्य मतम् इति एव उक्तवती वा? न, विपरीतरीत्या एव उक्तवती, क्षम्यताम्। वार्तिककारस्य मतानुसारं चकाधि इति भवति, किन्तु भाष्यकारः वदति यत् धिच इत्यनेन सामान्यसकारस्य लोपः भवतु, अनेन चकाधि इति रूपं भवतु इति तस्य मतः मतम्। पुनः अत्र भिन्नः विषयः उक्तं, पयस् योगधावति इत्यत्र धिच इत्यनेन सकारस्य लोपः अभूत्वा अत्र ऋत्वं कृत्वा विसर्गः अपि योजयित्वा पयो धावति इति रूपम् अपेक्षितम्। अनेन अत्र उक्तं समानपदे एव, इत्युक्ते एकस्मिन्नेव पदे इति अर्थः संयोजनं भवेत् इति। अत्र भाष्यकारस्य च मतभेदेषु सर्वाधिकारः इति आधुनिकवैयाकरणानां मतं, तत्त न अवगतं। भाष्यकारस्य च मतभेदेषु सर्वाधिकारः इत्युक्ते वार्तिककारः किमपि वदति, इदानीं मा भाष्यकारस्य मतं किमपि अस्ति, तयोः मध्ये कस्य सर्वाधिकारः इति चेत् भाष्यकारस्य एव मतं मते सर्वाधिकारः अस्ति खलु। भाषकारेण यदुक्तं तदेव अस्माभिः स्वीकर्तव्यं, वार्तिककारेण यदुक्तं तद् अस्माभिः त्यक्तव्यम्। अन्ततो गत्वा भाष्यकारेण यदुक्तं तदेव अस्माभिः ग्राह्यम्। पयस् इत्यत्र तु पयस् धावति इति, पयस् इत्यत्र तु पदम् अस्ति, तर्हि समानपदे एव, इत्युक्ते अपदान्ते एव इति वक्तुं शक्यते वा? समानपदे अन्ततो गत्वा दीच इति सूत्रेण समानपदे एव कार्यं भवति. पदद्वयं वर्तते चेत् कार्यं न भवति. इत्युक्ते अपदान्ते इति अर्थः स्वीकर्तुं शक्यते इति भाति खलु. आमाम्. आहत्य समानपदे सामान्यसकारस्य लोपः भवति धकारे परे इति सूत्रस्य फलितार्थः. तदर्थं व्याख्याने दीयते यत् सकारस्य लोपः भवति धकारादिप्रत्ययपरे. धकारादिप्रत्ययपरे इति कथनेन समानपदे इति अर्थः साधितः. तदपि समीचीनम्. अतः धिच इत्यनेन सकारसामान्यं समानपदे इति स्वीकृत्य धकारादिप्रत्ययपरे इति स्वीकुर्मः चेत् अपदान्ते विद्यमानस्य सकारस्य लोपः धिच इति सूत्रेण कारयितुं शक्यते इति अर्थः लभ्यते. सम्यक् सम्यक् समीचीनम्. इत्युक्ते तत्र किञ्चित् क्रमेण वयं पश्यामः चेत् सम्यक्तया उक्तवती. पुनः अत्र दृढबोधः भवतु इति कृत्वा अत्र एकक्षणं भगिनि, अहं प्रतिपादयामि, तदनन्तरं प्रश्नाः सन्ति चेत् पृच्छन्तु. तर्हि अत्र उदाहरणानि अत्र दत्तानि खलु, तत्र चकाद्धि इति पूर्वं तत्र किमस्ति, चकात्योगः धि, आस्योगः द्वे, आशास्योगः द्वे, वस्योगः द्वे इत्यत्र यानि तत्र यानि रूपाणि दत्तानि अत्र, एतानि सर्वाणि भाष्यकारस्य मतानुरोधेन चकाद्धि आद्वे आशाद्वे वद्वे इति भाष्यकारस्य मतानुरोधेन. अत्रैव वार्तिकारस्य मतं वयं स्वीकुर्मः चेत् अत्र सकारस्य लोपः कुत्रापि न भवति, यतोहि धि च इति सूत्रस्य कार्यं केवलं सिच् प्रत्ययस्य सकारे सकारस्य एव लोपः भवति. सिच् प्रत्ययस्य यः सकारः तस्य एव लोपः भवति धि च इति सूत्रेण, वार्तिककारस्य आशयः, वार्तिककारस्य मतम्. अतः चकास्योगः धि इति प्रसङ्गे तत्र जलां जस्ति इत्यनेन चकास् इत्यत्र यः सकारः तस्य स्थाने दकारादेशः, अल्पप्राणदकारादेशः भवति, चकाद्धि इति रूपं भवति. एवमेव आद्वे आशाद्वे वध्वे इति रूपाणि लभ्यन्ते वार्तिककारस्य मतानुरोधेन. तदेव प्राचीनमतम्. कुत्रापि एतादृशप्रसङ्गेषु सकारस्य लोपः न भवति, यतोहि अत्र तु स्विच् प्रत्ययस्य स्विच् प्रत्ययः नास्ति. अतः सामान्यजलं जस् जसि इति सूत्रेण दकारादेशः सर्वत्र भवति. इत्येवं रीत्या चकाद्धि आद्वे आशाद्वे वद्वे इति रूपाणि लभ्यन्ते इति एव एतावत्पर्यन्तं वार्तिककारस्य आशयः. इदानीं भाष्यकारः किं वदति, एतादृशप्रसङ्गेषु वार्तिककारः एवं वदति यत् सिचः सकारः एव लोपः इति, तथा नास्ति. अत्र यः कोऽपि सकार यः कोऽपि सामान्यसकारः अस्ति तस्य लोपः भवति इति प्रथमतया भाष्यकारः तत्र प्रतिज्ञां करोति. इत्युक्ते अत्र सिचः सकारस्य लोपः इति नास्ति, यः कोऽपि सकारः भवतु तस्य लोपः भवति. अतः अत्र चकास्योगः धि इति प्रसङ्गे सकारस्य लोपः भवति धि च इति सूत्रेण, अतः चकाद्धि चकाद्धि इति रूपं लभ्यते. दकारद्वयं नास्ति, चकायोगः धि चकाद्धि इति रूपं लभ्यते इति तत्र वार्तिककारस्य मतं मतस्य प्रत्याख्यानं कृतं भाष्यकारेण. अस्तु, इदानीं सामान्यसकारस्य लोपः भवति. इदानीं प्रश्नः जायते, सकारः पदान्ते भवति भवेत् वा अपदान्ते भवेत् वा. प्रथमतया सामान्यसकारस्य लोपः भवति इति भाष्यकारेण उक्तम्. इदानीं प्रश्नः उदेति यत् पदान्ते सः सकारः वा अपदान्ते सः सकारः वा इति. तदर्थम् अत्र प्रतिपादयति यत् पदान्ते सकारः, पयस् इति तत्र पदम् अस्ति, पयस् धावति इत्यत्र समासः न समासः नास्ति, केवलं सन्धि अस्ति. पयः इति पयः इति पदं वर्तते, पयः इति पदं वर्तते. तर्हि तत्र वस्तुतः पयस् इति प्रातिपदिकं, पयस्योगः सु इति प्रत्ययः, सुप्रत्ययस्य लोपः भवति हल्न्याभ्यो दीर्घसुतिस्य पृक्तं हल्. तर्हि पयस् इति पदं वर्तते इदानीं. तर्हि ससजिषोरुः इत्यस्य अत्र कार्यं भवति वा, अत्र दीज इत्यस्य कार्यं भवति वा, अथवा किं कार्यं भवति तत्र सकारस्य ससजिषोरुः इत्यनेन रु अनन्तरं विसर्गः भवति, पयः धावति इति भवति, तदनन्तरं तत्र हसि च इति सूत्रेण विसर्गस्य स्थाने उकारादेशः, अनन्तरम् आद्गुणः इत्यनेन गुणसन्धिः, पयो धावति इति रूपं लभ्यते इति रूपं भवेत् वा. नो चेत् पयस् इत्यत्र सकारस्य धीज इति सूत्रेण लोपः यदा भवति तदानीं पयधावति इति रूपं लभ्यते. तर्हि किम् उचितम् इति वयं चिन्तयामः चेत् वस्तुतः अत्र लोके रूपमस्ति पयोधावति न तु पयधावति. यदि दीच इति सूत्रे पदान्तसकारस्थले अपि दीच इति सूत्रस्य कार्यं यदि अभविष्यत् तदानीं पयोधावति इति इष्टरूपं न लभ्यते. अतः अस्माभिः वक्तव्यं किं वक्तव्यम् इति च इति चेत् धीच इति सूत्रेण अपदान्ते यः सकारः अस्ति तस्यैव लोपः भवति धकारादिप्रत्यये परे. तर्हि अपदान्ते सकारः इति वदामः चेत् अपादान्ते सकारः कुत्र भवति? प्रक्रियायामेव भवति खलु अपदान्तसकारः. तर्हि प्रत्ययः परः भवेत्. यदि पदमस्ति चेत् तत्र प्रत्ययः न भवति. पदान्ते पदद्वयं वर्तते, पदान्ते सकारः, तस्य अनन्तरं दकारादि कश्च किञ्चित् पदं, तत्र तु प्रत्ययः नास्ति, दकारादिप्रत्ययः नास्ति. तत्र तु भवति चेत् दोषः भवति पयोधावति इति स्थले. अतः अस्माभिः निर्मितम् इदानीं भाष्यकारस्य मतानुरोधेन यद् एकस्मिन्नेव पदे पदान्ते सकारः भवेत् तस्य अनन्तरं दकारादिप्रत्ययः भवेत् तत्र एव धीच इत्यस्य कार्यं भवेत् तदानीं दोषः न जायते इति कृत्वा अन्ततो गत्वा भाष्यकारः किं वदति इति चेत् दीच इति सूत्रं सर्वत्र कार्यं न करोति. सामान्यसकारः भवेत् परन्तु स सकारः अपदान्ते भवेत्. अपदान्ते भवेत् इत्युक्ते अङ्गस्य अन्ते सकारः भवेत् तस्य अनन्तरं धकारादिप्रत्ययः भवेत् तत्र एव सूत्रस्य कार्यं भवति. तर्हि भाष्यकारस्य मतस्य सर्वाधिकारः वर्तते, हैयेस्ट् अथारिटि अस्ति भाष्यकारस्य मते. अतः तदेव वयं स्वीकुर्मः. वार्तिककारस्य मतं वयं त्यजामः. अतः फलितार्थः अस्ति यत् सामान्यसकारस्य लोपः भवति अपदान्ते दकारादिप्रत्यये परे इति अर्थः लभ्यते. अस्तु, इदानीं सरस्वती भगिनी प्रश्नः अस्ति वा? आं भगिनि, केवलं प्रष्टुमिच्छामि, धकारादिप्रत्ययः दत्तमस्ति तत्र, तर्हि किमर्थं पुनः समानपदे? यतोहि पयस् धावति, तत्र धावति तु दकारादिप्रत्ययः नास्ति खलु, तर्हि पुनः समानपदे किमर्थम् आवश्यकम्? समानपदे इति उक्तं, समानपदे अस्ति इति कृत्वा प्रत्ययः परः लभ्यते इति अर्थः. समानपदे इति उक्तं, तर्हि समानपदे कुत्रचित् सकारः वर्तते तदनन्तरं धकारः वर्तते चेत् कुत्र तादृशप्रसङ्गः अस्माकं लभ्यते लोके इति चेत् अङ्गान्ते सकारः वर्तते तदनन्तरं प्रत्ययादौ धकारः वर्तते चेत् एतादृशप्रसङ्गः लभ्यते इति कृत्वा समानपदे. अग्नि यदि चेत् द्विचेत् सूत्रे एव किमर्थम् अपदान्ते न उक्तम्? किं पाणिनिः सर्वदा सर्वं न वदति, सर्वदा सर्वं न वदति. तत्र अर्थः कः इति अस्माभिः अवगन्तव्यम्. अपदान्ते इति तत्र वस्तुतः दीच इति सूत्रं पदस्य अधिकारे वर्तते, अतः तत्र अपदान्ते इति वक्तुं न शक्यते. पदस्य अधिकारे वर्तते परन्तु पदस्य अधिकारः अत्र न प्रवर्तते, यतोहि धकारादि धी इति निमित्तसप्त किं परसप्तमी वर्तते, परसप्तमी वर्तते इति कृत्वा पदान्ते इत्यस्य अधिकारः अत्र नास्ति. अतः अपदान्ते इति वक्तुं न शक्यते, यतोहि इदं सूत्रं पदस्य अधिकारे वर्तते. भवती किञ्चित् चिन्तयतु इति कृत्वा एवं न उक्तं भगिनि इति वक्तुं शक्यते. इत्युक्ते ये छात्राः सन्ति ते कृपया चिन्तयन्तु अत्र एवमस्ति इति, शिक्षणार्थमपि कदाचित् एवं भवितुमर्हति. सर्वं पाणिनिना न दीयते भगिनि. तत्र राक्षस्य इति पूर्वसूत्रं, तत्र पदस्य इत्यस्य अधिकारः अस्ति, अतः अस्मिन् सूत्रे अपि तस्य अधिकारः भवति स्म, परन्तु तत् न इष्यते इति कृत्वा उक्तमस्ति इति मन्ये. न अत्र न इष्यते इति न, अत्र यत्र निमि परसप्तमी वर्तते तत्र पदस्य इत्यस्य अधिकारः न भवति. पदस्य इति अधिकार, यद्यपि सूत्रं पदस्य इति अधिकारे स्थापितम् अस्ति, तथापि यत्र परसप्तमी वर्तते, यथा धी इति सप्तमी विभक्त्यन्तं पदमस्ति खलु, धी परे इति अस्ति, ढकारे परे इति एवम् अस्ति चेत् तत्र पदस्य इति अधिकारः न भवति. यतः झलझलि झलोझलि इत्यत्र अपि एवमेव, यत्र यत्र निमित्तस परसप्तमी वर्तते तत्र तत्र पदस्य इत्यस्य अधिकारः न भवति. अस्तु ओके तर्हि इदानीम् अस्माकं मूलविषयं प्रति गच्छामः. कोऽपि प्रश्नः अस्ति वा इतोपि? नास्ति भगिनि. अस्तु तर्हि इदानीं धातुः हकारान्तः प्रत्ययः दकारादिः इति चेत् अत्र वयं पश्यामः. पद्मनाभन् महोदय पठतु. अस्तु उषा भगिनी पठतु. हकारान्तः हल्सन्धिः चतुर्थभागः. इदानीं धीच इत्यस्य चर्चा जाता. अस्तु भगिनि. धातुः हकारान्तः प्रत्ययः धकारादिः. सामान्यनियमः, धकारादिप्रत्यये परे धात्वन्तस्य हकारस्य स्थाने ढकारादेशः भवति होडः इत्यनेन सूत्रेण. प्रत्ययादौ स्थितस्य धकारस्य स्थाने ढकारादेशः भवति ष्टुनाष्टुः इति सूत्रेण. पूर्वतनस्य ढकारलोपः भवति डोडे लोपः इति सूत्रेण. डलोपनिमित्तस्य पूर्वस्य अणः दीर्घः भवति ढलोपे पूर्वस्य दीर्घोणः इति सूत्रेण. अस्तु, धातुः हकारः भवति, अनन्तरं प्रत्ययः दकारादि अस्ति चेत् दकारादिप्रत्यये परे धातुः अन्ते यत् हकारः अस्ति तस्य स्थाने डकारादेशः भवति होडः इत्यनेन सूत्रेण. अस्माकं परिचितं सूत्रमेव. प्रत्ययादौ स्थितस्य दकारस्य, दकारादिप्रत्ययः परः अस्ति तस्य प्रत्ययस्य दकारस्य स्थाने डकारादेशः भवति ष्टुनाष्टुः इति सूत्रेण. हकारादिधातु इदानीं हकारस्य स्थाने ढकारः जातं. तत् डकारस्य प्रभावेन दकारादिप्रत्ययस्य डकारः डकारादेशः भवति ष्टुनाष्टुः. अपि च डकार अपि च डकारः अस्ति. सो पूर्वतनस्य डकारस्य लोपः भवति डोडेर् लोपः इति सूत्रेण. तदपि परिचितं सूत्रं. ढलोपनिमित्तस्य पूर्वस्य अणः, इदानीं पूर्वडकारः लोपः जातः, तत्पूर्वं यत् अण् अस्ति तस्य अण् दीर्घः भवति ढलोपे पूर्वस्य दीर्घोणः इति सूत्रेण. यथा अत्र अग्रे उदाहरणं दत्तं लिह् योगः हि, तत् पठामि वा भगिनि? लिह् धातु योगः हि, लिह् योगः हि, लिह् योगः धि इति भवति. लिह् योगः हि, लिह् योगः धि इति भवति. लिख् योगः धि इति भवति. हि स्थाने धि, वाट् इस् दट् हेर्दिः, हू जल्भ्यो हेर्दिः, हू धातु झल् झल् खलु, हकार हकाराद् झल् झल् झल् एव. लिख् योगः धि इति भवति. होडः इत्यनेन झलि परे ह् स्थाने ढ् आदेशः अस्ति. लिड् योगः धि, सुनाशुः इत्यनेन ष्टुत्वं, लिड् योगः ढि भवति. डोडे लोपः इत्यनेन पूर्वतनस्य ढकारस्य लोपः भवति. लि योगः ढि इति भवति. ढलोपे पूर्वस्य दीर्घोणः इत्यनेन ढकारः इत्यस्य लोपानन्तरं पूर्वस्थितस्य अणः दीर्घादेशः भवति. लि इति ह्रस्व इकारः, इदानीं दीर्घः भवति. ली योगः धि भवति. ली धि इति अन्तिमरूपं सिद्ध्यति. अस्तु, लिह् योगः हि इति लोट् मध्यमपुरुष एकवचनप्रत्यय. लिह् योगः हि, लिह् हकारान्तदातु, हकारः जल् इत्यनेन, हू जल्भ्यो हेर्दिः इत्यनेन हि स्थाने दि. अनन्तरं होडः इत्यनेन हकारान्तदातु, हकारस्य स्थाने डकारादेशः. लिड् योगः धि भवति. डकारस्य प्रभावेन श्रुनाष्टुः इत्यनेन लिड् योगः धि भवति डोडेर् लोपः इत्यनेन. पूर्वतनडकारस्य धातोः डकारः लोपः भवति. लि योगः डि, अनन्तरं ड्रलोपे पूर्वस्य दीर्घोणः. डकारः लोपः भवति चेत् पूर्वस्य तत् पूर्वं यत् अण् अस्ति अत्र इकारः अण् इति अस्ति तस्य इकारस्य दीर्घः भवति ली योग ली इति भवति लीढि इति रूपं सिद्ध्यते. आमां समीचीनं भगिनी, धन्यवादः, सम्यक् अस्ति, धन्यवादः. तर्हि इदानीम् अग्रे गच्छामः. किम् अत्र पद्मनाभन् महोदय पठति वा लिह् योगः द्वे? अस्तु, तर्हि सूर्यकुमारी भगिनी पठतु. भगिनि, लिह् योगः द्वे होडः इत्यनेन अकारस्य स्थाने डकाराय अपि लिद् योगः द्वे स्टुनास्टुः इत्यनेन द्वे दकार द्वे प्रत्यये दकारस्य स्थाने द्वे भवति लिद् योगः द्वे. अनन्तरं डोडे लोपः इत्यनेन पूर्वदकारलोपः भवति ली योगः डे. अनन्तरं डलोपे पूर्वस्य दीर्घो नः इत्यनेन ली स्थाने ली भवति ली योगः डे ली द्वे वर्णमेलनेन. अन्य उदाहरणमस्ति जोगृह योगः हि, तत्र जोगृह अलन् जलादि जलान्तधातु अस्ति. हू जल्भ्यो ह्यधि इत्यनेन हि स्थाने धि भवति जोगृहयोगः धि. होड् धि जलादि प्रत्यये अस्ति, अकारस्य स्थाने डकार भवति होडः इत्यनेन जोगृड् योगः धि. अनन्तरं स्टुनास्तुः इत्यनेन जोगृड् योगः धि. डोडे लोपृड् न जोगुड् जो जोगुड् क्षम्यतां जोगुड् योगः डि. डोडे लोपः इत्यनेन पूर्वदकारलोपः भवति जोगु योगः डि. ड्रलोपे पूर्वस्य दीर्घो अनः इत्यनेन जोगु इत्यस्य उकारस्य दीर्घः भवति जोगु भवति जोगु योगः डि जोगुढि अन्तिमरूपम्. अग्रे पठामि वा भगिनि? न, बहु सम्यक् भगिनि, सम्यक् अस्ति, धन्यवादः. इदानीं तत्र सूत्रत्रयं विजयलक्ष्मी भगिनी पठतु. आं भगिनि, होढः हकारस्य स्थाने ढकारादेशो भवति झलि पदान्ते च. अनुवृत्तिसहितसूत्रं हः ढः झलि पदस्य अन्ते च. सम्पूर्णं पठनीयं वा भगिनि? अत्र परिशीलसूत्रमस्ति खलु, अतः केवलं प्रथमवाक्यद्वयम् अनुवृत्तिसहितसूत्रम्. होढः हकारस्य स्थाने ढकारादेशो भवति झलि पदान्ते च. हः षष्ट्यन्तं ढः प्रथमान्तं द्विपदमिदं सूत्रम् अनुवृत्तिसहितसूत्रं हः ढः झलि पदस्य अन्ते च. हकारस्य ढः भवति, ढः आदेशः भवति झलि पदस्य अन्ते च इति सूत्रस्य अर्थः. ढोढे लोपः ढकारे परे पूर्वतनस्य ढकारस्य लोपो भवति. ढः षष्ट्यन्तं ढे सप्तम्यन्तं लोपः प्रथमान्तं त्रिपदमिदं सूत्रं. सूत्रं स्वयं सम्पूर्णं ढः ढे लोपः. ढ्रलोपे पूर्वस्य दीर्घोणः ढरेफयोर्लोपनिमित्तयोः पूर्वस्य अणः दीर्घः. ढकाररेफयोः लोपस्य निमित्तकढकाररेफे परे अणप्रत्याहारे स्थितस्य दीर्घादेशो भवति. सूत्रं स्वयं सम्पूर्णं ढ्रलोपे पूर्वस्य अणः दीर्घः. सम्यक् किञ्चित् अग्रे अपि पठतु. धकारादि हकारान्तधातुतः धकारादिप्रत्ययः योजनविधिः. धकारादिप्रत्यये परे धकारादि हकारान्तधातोः धात्वन्तस्य हकारस्य स्थाने घकारादेशो भवति दादेर्धातोर्घः इत्यनेन सूत्रेण. धात्वन्ते घ स्थाने तृतीयादेशो भवति जलां जश् झषि इति सूत्रेण जष्टसन्धिः इति. उदाहरणं पठामि वा भगिनि? आम् उदाहरणं पठतु. दुः इति दकारादि अस्ति. हि इति हकार सारि ह दुः इत्यत्र दकारादि अस्ति अपि च हकारान्त धातु. धकारादिप्रत्ययः योजनविधिः. अत्र दुः योगः हि हुझल्भ्योर्हेथि इत्यनेन हि इति प्रत्ययस्य धि इति भवति. अतः दुः योगः धि इति भवति. अत्र दादेर्धातोर्घः इति सूत्रेण हकारस्य स्थाने घकारादेशः भवति. दुघ् योगः धि इति भवति. इदानीं झलां झष् झषि इत्यनेन घकारस्य तृतीयवर्ण आदेशः भवति. अतः घकारादेशः भवति. दुग् योगः धि दुग्धि इति भवति. दोग्धि इति न भवति वा? कुत्र दुः योगः हि अपि प्रत्ययः खलु? ओ हा अतः गुणः नास्ति तत्र. तकर्य अपि च इति अस्तु. अतः दुग्धि समीचीनम्. तर्हि इदानीम् अग्रे किञ्चित् अग्रे गच्छामः. उमा भगिनी पठति वा? पठामि भगिनि. श्रूयते वा? आम् एवमेव. एवमेव दिक् योगः सि दिक् योगः धि सि बिकम्स् धि. दादेर्धातोर्घः दिग् हसने घ योगः धि जलां दशि इत्यनेन दिग् फोर्थ् घ बिकम्स् तद् सु दिग् योगः धि दिग्धि इति आगच्छति. दादे दातो गः सूत्रं पठामि वा? सूत्रमिति पठामि. आं पठतु पठतु. आम् दाते दातो गः प्रथमवाक्यम् अन्तिम अनुवृत्ति. ओके. जलिपदान्ते च दकारादिधातोः हकारस्य स्थाने घकारादेशो भवति. दः आदौ यस्य सः दादिः तस्य दादेः बहुव्रीतिः. दादेः धातोः हः गः जलिपदस्य अन्ते च. सो दादे धातोर्गः इत्यनेन सूत्रेण जलिपदान्ते दट् इस् जलिपदान्ते अस्ति चेत् ढकारादि धातोः हकारस्य स्थाने घकारादेशो भवति. दः आदौ यस्य सः दादिः बहुविः. दादेः षष्ट्यन्तं धातोः षष्ट्यन्तं कः प्रथमान्तं त्रिपदमिदं सूत्रं. सो होडः झलो झलि इत्यस्मात् झलि इत्यस्य अनुवृत्तिः पदस्य इत्यस्य अधिकारः. अनुवृत्तिसहितसूत्रं दादे दादेः धातोः अह ग्रह झलिपदस्य अन्ते च. सो हः इत्यस्य स्थाने ग्रह आदेशो भवति जलिपदस्य अन्ते च. जलिपदस्य अन्ते दादेः धातु हः समीचीनं भगिनि, सम्यक् अस्ति. तर्हि इदानीं धन्यवादः भगिनि. इदानीम् अग्रे शोभा भगिनी पठति वा हकारादि हकारान्तधातुः? केवलं द्वयमेव सन्ति स्तः भगिनि, धातु दकारादि हकारान्त द्वयमेव अस्ति वा इति मया न दृष्टं, तत्र द्रष्टव्यं हकारान्तधातुः. तत्र पश्यतु भवती हकारान्त. अस्तु इदानीम् अग्रे गच्छामः. शोभा भगिनि, दकारादि हकारान्तधातुः द्वे प्रत्यये परे, द्वे प्रत्यये परे दकारादि हकारान्तधातोः धात्वन्तस्य हकारस्य स्थाने धकारादेशो भवति दादेर्धातोर् घः इत्यनेन सूत्रेण. अधुना एकाच् बशादि झषन्तधातुः जातः, अतः एकाचो बशो भष् झषन्तस्य द्वोः इत्यनेन आदौ तृतीयसदस्यस्य इति वा भगिनि, तृतीयसदस्यस्य सदस्यस्य स्थाने चतुर्थसदस्यस्य आदेशो भवति. धात्वन्ते घ स्थाने तृतीय आदेशो भवति झलां झष् झषि इति सूत्रेण झष्त्वसन्धिरिति. तत्र द्वे प्रत्यये परे, इदानीं दकारादि हकारान्तधातुः द्वे प्रत्यये परे तेषां धात्वन्तस्य हकारस्य घकारादेशः भवति दादेर्धातोर्घः इति, यत्र धातुः दकारादि हकारान्तः अस्ति. अपि च तत्र एकाचो बशो भष् झषन्तस्य स्भोः इति सूत्रं दृष्टवन्तः. तत्र एकाच् किं धातुः एकाच् अस्ति, आदौ बष् वर्णः अस्ति, अन्ते झष् झष् वर्णः अस्ति चेत् तदा बशः भष् आदेशः भवति इति स्तुवोः तत्र सकारे परे अपि च द्वे परे इति सूत्रस्य अर्थं दृष्टवन्तः. पदान्ते अपि पदान्ते इति आदौ तृतीयसदस्यस्य स्थाने चतुर्थसदस्यस्य आदेशः भवति इति, आदौ धातोः आदौ इति. अपि च धात्वन्ते घा स्थाने तृतीयादेशो भवति झलां झष् झषि इति सूत्रेण, झस्त्वसन्धिः अस्ति तत्तु. तत्र उदाहरणरूपेण दिह् योगः द्वे, तत्र दकारादि हकारान्तधातुः अस्ति दादेर्धातोर्घः इत्यनेन ह स्थाने घ आदेशः, दिग् योगः द्वे इति भवति. इदानीं दिग् इत्यत्र आदिवर्णः दकारः बष्वर्णः, धातुः एकाच् अस्ति, आदौ बष्वर्णः अस्ति, अन्ते झष्वर्णः अस्ति, अतः एकाचो बशो अपि च द्वे इति परमस्ति. एकाचो बशो भष् झषन्तस्य स्भोः इति सूत्रेण बशः भष् भषादेशः भूत्वा दिग् इत्यस्य धिग् इति भवति योगः द्वे. झलां झष् झषि इत्यनेन घास्थाने ग आदेशः इत्युक्ते झष्त्वं भवति. धिग् योगः द्वे, धिग् द्वे, एवमेव दिह् योगः ध्वं समाना प्रक्रिया. धिग् ध्वं दुह् योगः द्वे, धुग् द्वे इति भवति. धन्यवादः. इदानीं तत्र मीना भगिनी एकाचो पशो पश्य इति पठतु भगिनी. वदामि किम् किं तत्र दशधातवः सन्ति. सम्यक्. द्राह दृह त्रम्ह दुह् दह दुह् दिह् दृह् दम्भ. एकाचो बशो बष् झषन्तस्य स्तोः इत्यस्य अनौपचारिकोऽर्थः धातोः आदौ बष् बगडद बा, अपि च अन्ते जष् झभगणध इत्यस्य तस्य धातोः नाम एकाच् बषादि जषन्तधातुः यथा बन्ध् धातुः बुद्ध् धातुः च यदि उपर्युक्त हकारान्तधातुसम्बन्धसूत्रैः हकारस्य स्थाने जषादेशः सञ्जातः दृष्टान्ते दुः इदानीं हकारस्य स्थाने जषादेशः दुः दुग् अभवत् दादेर्धातोः गः इति सूत्रेण तर्हि सोऽपि तादृशो धातुः एकाच् बषादि जशान्तधातोः आदौ स्थितस्य बषः स्थाने बषादेशो भवति सो भगढध तत्र इदानीं दुग् अस्ति तत्र घकारः अस्ति सकारादिप्रत्यये परे अथवा द्वशब्दे परे पदान्ते च निमित्तं त्रयमस्ति अतः अत्र ददामः यत् तृतीयसदस्य चतुर्थसदस्यः भवति चतुर्थः तादृशम् अस्ति इत्युक्तौ यत्र धातोः आदौ वर्गस्य तृतीयसदस्य यदा दुग् अस्ति तृतीयसदस्य दकारः अन्ते च वर्गस्य चतुर्थसदस्यः तत्र दुग् इदानीम् अभवत् दादे धातोः गः इति सूत्रेण तत्र आदौ स्थितस्य तृतीयसदस्य स्थाने चतुर्थसदस्या आदेशो भवति इदानीं दुग् तत्र धकारस्य धकारः भवति आहत्य 3444 इति विकारः ध्येयं यत् अयं बश् वर्णः धातोः अन्तिम अंशस्य आदौ एवम् अयं बश् वर्णः धातोः अन्तिम अंशस्य आदौ अपि भवितुम् अर्हति अने किम् उक्तं तत्र भगिनि ध्येयं यत् अयं बश् वर्णः धातोः अन्तिम अंशस्य आदौ अपि भवितुम् अर्हति अनेन धातुः अनेका चेदपि तस्य धातोः एकाच् बषादि जषन्तदात्वंशः अस्ति चेत् ओ यदि बहवः अच्वर्णः अस्ति चेत् धातौ तत्र एक अंशस्य बषादि जषन्तः जषन्त्वांशः अस्ति चेत् बष् आदि जष् अन्ते अच्वर्णः अस्ति चेत् अत्रापि तत्र एकाचो बशो बशस्य कार्यम् इति विकारो भवति इदानीं वक्तव्यं वा अवगतं तत् एकाचो बशो बश् जषन्तस्य स्वौ इति सूत्रेण अनौपचारिको अर्थः इत्युक्ते औपचारिकोऽर्थः अनौपचारिकार्थः इत्युक्ते सामान्यतया वयम् अवगन्तुं सरलभाषया वयम् अवगन्तुं शक्नुमः चेत् एवं शास्त्रीयरीत्या नास्ति 3-4 इति सरलरीत्या उक्तं खलु तदेव अनौपचारिकः औपचारिकः इत्युक्ते शास्त्रीयरीत्या धातौ यदा धातौ आदौ बश् वर्णः अस्ति चेत् जभगडद अपि च अन्ते जश् झभगडद अस्ति चेत् तयोः मध्ये एकः अच् अपि अस्ति चेत् तत्र कार्य अपि च निमित्तमस्ति यदि तत्र यदा जशान्ते अस्ति चेत् किं द्वशब्दे अपि च किं सकारद्वशब्दे च आगच्छति चेत् तत्र तृतीयसदस्य यत्र एव धातोः अंशः यत्र बशादि चेत् बशादि जशादि मध्ये एक वर्णः अच्वर्णः अस्ति चेत् अपि च सकारः वा द्वशब्दं वा आगच्छति चेत् तत्र तत्र बश्वर्णः झश्वर्णः भवति तत्र उक्तं तत्र न केवलम् एक अंशः धातु अनेकाच् अपि चेत् अपि तत्र एक अंशः तत्र बश्वर्णः झश्वर्णः मध्ये एक अच्वर्णः अस्ति चेत् तत्रापि कार्यं करोति यदि यदि सकार द्वशब्दपरे पदान्ते अपि पदान्ते अपि समीचीनं समीचीनम् इत्युक्ते धातुः अनेकाच् अस्ति चेदपि सूत्रस्य कार्यं भवति तत्र तादृश अनेकाच् धातौ कश्चन अंशः भवेत् यः यस्मिन् एकः अच्वर्णः अस्ति बषादिः अपि अस्ति जषन्तः अपि अस्ति तत्र सकारे परे द्वशब्दे परे पदान्ते भषः भष् आदेशः भवति तृतीयः चतुर्थः भवति आदौ यः तृतीयः वर्णः अस्ति सः चतुर्थवर्णः भवति 3-4 to 4-4 इति आशयः अस्तु इदानीं तत्र अन्ते सूत्रमस्ति तद् विजयलक्ष्मी भगिनी पठतु आं भगिनि एकाचो भषो भष् झषन्तस्य स्थोः धातोर् अवयवो यो झषन्तः एकाच् तस्य भषः भषादेशो भवति सकारे परे ध्वशब्दे परे पदान्ते च अनुवृत्तिसहितसूत्रे एकाचः झषन्तस्य इत्यनयोर् एव विशेषणविशेष्यभावः धातोः तादृशांशः इति तात्पर्यम् अनेन धातोः एकाच् वा तद् अधिकाः वा अर्हाः एकः अच् यस्मिन् सः एकाच् बहुभिः तस्य एकाचः झष् अन्ते यस्य सः झषन्तः बहुव्रीहिः तस्य झषन्तस्य स च ध्व च स्ध्वौ इतरेतरद्वन्द्वः तयोः स्थूः एकाचः षष्ट्यन्तं भषः षष्ट्यन्तं भष् प्रथमान्तं झषन्तस्य षष्ट्यन्तं स्थोः सप्तम्यन्तम् अनेकपदमिदं सूत्रम् दादेर्धातोर्घः इत्यस्मात् धातोः इत्यस्य अनुवृत्तिः स्कोः संयोगाद्योरन्ते च इत्यस्मात् अन्ते च इत्यनयोः अनुवृत्तिः पदस्य इत्यस्य अधिकारः अनुवृत्तिसहितसूत्रम् धातोः एकाचः झषन्तस्य वशः भष् स्थोः पदस्य अन्ते च इति हलन्तेभ्यो धातुभ्यः धकारादिप्रत्ययस्य योजनविधिः वदनीयं वा भगिनी एकाचो भषः एकवारं वदतु स्मारयतु धातोः यः एकाच् अवयवः अस्ति यस्य झषन्तः भवति अपि च तस्य झषन्तस्य भष् आदेशः भवति कदा सकारे ध्व झषन्तस्य भषादेशः न भवति एकाच् अवयवः यः झषन्तः तस्य यः भष् वर्णः तस्य भष् आदेशः भवति आमामाम् इत्युक्ते अस्य अर्थः कः इति चेत् भषादिः भवेत् एकाच् अंशः भषादिः भवेत् झषन्तः भवेत् तादृश झष्वर्णस्य अनन्तरं सकारः भवेत् द्वशब्दः भवेत् अथवा अत्र झषन्तः पदान्ते भवेत् तस्य बशः भष् आदेशः भवति, एकाच् अंशः धातोः अवयवः अवयवः भवेत्, कुत्रापि भवितुम् अर्हति, अन्ते एव इति नियमः नास्ति, परन्तु सकारः ध्व भवत् अन्ते अथवा पदान्ते भवति चेत् भवति, सकारे परे ध्व परे अथवा पदान्ते एतादृशः अवयवः भवति चेत् तस्य वशः भष् आदि झषन्तस्य एकाच् अंशस्य वशादि भवति चेत् तस्य वशः भष् आदेशः भवति, सकारे परे ध्व शब्दे परे उत पदान्ते। अत्र किं किम् अस्ति, हा झषन्तस्य न, अत्र समासः बहुव्रीहिसमासः अस्ति, एकाचः एकः अच् यस्मिन् सः इति एकाचः बहुव्रीहि तस्य एकाचः, झष् अन्ते यस्य सः झषन्तः एतदपि बहुव्रीहिः झषन्तस्य तस्य झषन्तस्य, स च ध्व च स्थौ इतरेतरद्वन्द्वसमासः तयोः स्थूः, अत्र एकाचः इति षष्ट्यन्तं, बशः इत्यपि षष्ट्यन्तं, भष् इति प्रथमान्तं, झषन्तस्य षष्ट्यन्तं, स्थूः इति सप्तम्यन्तम्, अनेकपदम् इदं सूत्रम्। अत्र दादेर्धातोर्घः इति इत्यस्मात् सूत्रात् धातोः इत्यस्य अनुवृत्तिः, स्कोः संयोगाद्योरन्ते च इत्यस्मात् अन्ते च इति पदयोर् अनुवृत्तिः, पदस्य इत्यस्य अधिकारः अनुवृत्तिसहितसूत्रम्, धातोः एकाचः झषन्तस्य वशः भष् स्थूः पदस्य अन्ते च इति। समीचीनं भगिनि, सम्यक् अस्ति, समीचीनं। तर्हि इदानीम् अत्र पाठः समाप्तः, इदानीं चत्वारि करपत्राणि अस्माभिः दृष्टानि हल्सन्धिविषये, आदौ अपृक्तसंज्ञकः तकारः सकारः लङ्लकारे, प्रथमपुरुषे एकवचने मध्यमपुरुषे एकवचने, तदनन्तरं सकारादिप्रत्यये परे, तदनन्तरं थकारादिप्रत्यये परे, अनन्तरं चतुर्थकरपत्रे धकारादिप्रत्यये परे कीदृशकार्याणि भवन्ति इति। इदानीं तत्र ततः अग्रे अग्रिमकरपत्रं तिङन्तेषु हल्सन्धिकार्याणि सङ्ग्रहः इति अस्ति, तर्हि समग्रतया एतावता यद्यद् अधीतं तत्र एकवारं सारांशत्वेन वयं द्रष्टुं शक्नुमः। अत्र एतत् करपत्रं तु साक्षात् मातृभिः एव रचितम् अत्र कोष्टकरूपेण, अतः एकवारं वयं पश्यामः येन अस्माकं ज्ञानं ज्ञाने दृढता भवति। तर्हि तत्र करपत्रमस्ति चेत् कृपया उद्घाटयन्तु अग्रिमकरपत्रं, मया प्रायः न प्रेषितं, नो चेत् अग्रिमसप्ताहात् आरब्धुं शक्नुमः, इतोपि केवलं चत्वारः निमेषाः एव सन्ति। कोऽपि प्रश्नः अस्ति चेत् वदन्तु। अस्तु, किं सम्यक् भगिनि, अस्तु स्थगनं कुर्मः वा अत्र, अत्रैव स्थगनं कुर्मः तर्हि इतः अग्रे अग्रिमसप्ताहे। हा अस्तु, तर्हि धन्यवादः, नमस्कारः, धन्यवादः, धन्यवादः भगिनि, नमस्कारः, धन्यवादः भगिनि, धन्यवादः, नमस्कारः।